सप्तमोऽध्यायः श्री भगवानुवाच मह्या सक्तमनापात योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु ज्ञानं देहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ज्ञात्वा नेह भूयोन्य ज्ञातव्यामवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यति सिद्धये यतत्तामभिसिद्धानम् कश्चिन्नं वेत्ति तत्त्वतः भूमिरापो नलो वायुः कं मनो बुद्धिरेव च अहंकार इति यं मे भिन्ना प्रकृतिरष्टदा अपरेयमिदश्चोन्या प्रकृतिं विद्धि मे परा जीवभूतां महाबाहो य एदं धार्यते जगत् एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगतः प्रभव प्रलयस्तथा मतः परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दः के पौरुषं नृषु पुण्यगन्धः पृथिव्यां च तेजश्चाश्मि विभावसु जीवनं सर्वभूतेषु तपश्चाश्मि तपस्विषु